अस्माकं जुहोत्यादिगणे हलन्तु धातवः इति विषयः प्रवर्तते. तत्र भस् इति धातुः अस्माभिः गतरविवासरे पठितं, धातुः पठितः. तत्र विशेषसूत्राणि कानि सन्ति? तत्र प्रथमं तु भस् अस्ति, तत् तस्य द्वित्वं कृत्वा अङ्गकार्यं किं भवति? बस् न अन्तिम अङ्गकार्यम् अन्तिम द्वित्व अङ्गं किमस्ति? बबस् अस्ति खलु. बबस् सूत्राणि कानि सन्ति वदतु एकवारं. विशेषसूत्रमस्ति गतिबसोर् उपादायः लोपः भवति. द्वित्वं कृते विशेषसूत्राणि कानि सन्ति? हा अस्तु अस्तु. द्वित्वं कृते श्लौ प्रथमं तु न प्रथमं तु भस् अस्ति. केन सूत्रेण द्वित्वं भवति? श्लौ श्लौ अस्ति, परन्तु द्वित्वं श्लौ किं वदति? श्लौ द्वित्वस्य निमित्तमस्ति, परन्तु द्वित्वं कथं करणीयम् इति सूत्र किं सूत्रमस्ति? द्वित्व इति किं सूत्रं वदति? एकाचो द्वे प्रथमस्य खलु. तत् द्वे कुतः आगच्छति? एकाचो द्वे प्रथमस्य एकाचो द्वे प्रथमस्य इति सूत्रं वदति प्रथमभागस्य द्वित्वं करणीयम् इति. भस् इति अस्ति, भस् इति अस्ति. तदनन्तरं किं कार्यं करोति? श्लौ इति अहं चिन्तितवती. श्लौ इति इत्यनेन एव द्वित्वं भवति इति चिन्तितवती. श्लौ इत्यनेन द्वित्वं सत्यं, परन्तु द्वित्वम् इत्युक्ते किं कथं जानाति? कस्य द्वित्वं करणीयं वा? कस्य द्वित्व इति संज्ञा अस्ति खलु, तस्य अर्थं किम्? एकाचो द्वे प्रथमस्य नाम एकाचभागः अस्ति चेत् एकाचभागः यदस्ति तस्य तस्य प्रथमभागस्य द्वित्वं भवति. अत्र भस् एकाच अस्ति खलु, अतः तस्य प्रथमभागस्य द्वित्वं, तर्हि एक एव भागः अस्ति भस्. इदानीं किं भवति? भस् अस्ति, तत्र प्रथमभस् तस्य संज्ञा का अस्ति? प्रथमभस् तस्य संज्ञा का अस्ति? अभ्याससंज्ञा अस्ति, तर्हि प्रथमभस् तस्य अभ्याससंज्ञा भवति. अतः अभ्यासकार्याणि इदानीं करणीयानि, अभ्यासकार्याणि इदानीं करणीयानि. अत्र भस् मध्ये प्रथम अभ्यासकार्यं किमस्ति? हलादिशेषः इति, तत्र ह्रस्व हलादिशेषः इति. अत्र तु ह्रस्व हलादिशेषः प्रथमं करणीयं. हलादिशेषः अस्ति अत्र, तर्हि हलादिशेषः कृत्वा किम् अवशिष्यते? इदानीम् अग्रे किं करणीयम्? अभ्यासे चर्चा. ह्रस्व तु अत्र अस्ति एव महोदय खलु, अत्र अभ्यासे चर्चा इति कृत्वा भकारस्य स्थाने बकारः भवति, तर्हि बभस् खलु, तर्हि बभस् इति अङ्गम्. अत्र श्लौ प्रत्ययकृते किमपि नूतनकार्यं नास्ति खलु? विशेष अभ्यासकार्यं किमपि नास्ति. अस्तु, तर्हि तदनन्तरम् अग्रे किं भवति? बभस् योगः ति, अत्र ति पित् प्रत्ययः अस्ति, यदा किमपि कार्यं न भवति बभस्ति, परन्तु अपित् अस्ति प्रत्ययः चेत्, नित्वद् भवति चेत् नूतनसूत्रम् आगच्छति. किं तत् सूत्रम्? तर्हि घसि भसोर् हलि च इति सूत्रं वदति, हलादि अथवा अजादि इत्नित् प्रत्यये परे अस्ति चेत् घस् भस् अङ्गस्य उपधायाः लोपः भवति. यत्र भस् मध्ये उपधा मध्ये वर्णः अस्ति अकारः खलु, बभस् अकारस्य लोपः भवति, तर्हि बब्स् योगः त। इदानीं किं कार्यं करोति? भकारः सकारः तकारः। तर्हि किं सूत्रम्? झलो झलि, झलो झलि, झलो झलि, सकारस्य लोपः नाम सकारोत्तर झलोत्तर सकार तस्य अनन्तरमपि झल् वर्णः अस्ति चेत् सकारस्य लोपः भवति। अतः अत्र सकारस्य लोपः भवति ब भ ब भ त। इदानीं सकार झष् प्रश्नाहारे अस्ति अतः सकारस्य धकारः भवति। तदनन्तरं झलां झषि इत्यनेन बकारः भूत्वा बब्धः इति भवति। एतत् सर्वम् अस्माभिः पूर्वं पठितं। तर्हि भस् इति परस्मैपदी धातोः लट् लोट् लङ् विधिलिङ् लकाररूपाणि अस्माभिः पूर्ववर्गे कृतानि। तदनन्तरं अग्रे इदानीं पठिष्यामः। कुत्र अस्ति अग्रे? घसीपसोरलि च तदभवत् सन्धिकार्यं झलो झलि। हा, अत्र अस्ति खलु प्रश्नः, उदेति घसि भसोर्हलि च इति सूत्रे घस् धातोः प्रसङ्गः कः? प्राप्नुवन्ति वा? आम् महोदय, तत्र करपत्रे रूपाणि अग्रे चतुर्षु लकारेषु प्राप्नुवन्ति। महोदय पठतु, प्रश्नः उदेति। प्रश्नः उदेति गसि बसोर् हलि च इति सूत्रे गस् धातोः प्रसङ्गः कः? गसु अदने खादनार्थे इति धातुः द्वादिगणीयः, लटि गसति, इक्षिपौ धातुनिर्दिष्टे इति वक्तव्यम् अन्तर्गते इति वार्तिकेन। धातुनिर्देशे इक् प्रत्ययोः प्रत्ययो भवति, अनेन गसु योगः इक् गस् अनुबन्धलोपानन्तरं गस् योगः इ भवति, अत्र गसि इति रूपं भवति। इति रूपं धात्वार्थे एव गसि इति किमर्थम् उक्तम् इति सूत्रे इति वदति अत्र इक्षिपौ धातुनिर्दिष्टे इति वार्तिकेन इक् इतौ इक् इति प्रत्ययोजनेन घस् योगः इ घसि इति भवति। घसि इत्युक्ते घस् एव, इक् प्रत्ययस्य धातोः निर्देशः एव भवति। तर्हि घस् धातोः कुत्र भवति? अग्रे पठतु। घस् धातोः उदाहरणं घस् योगः तिन् सग्धि सक्ति प्रक्रिया एतादृशी। गसु योगः तिन् गस् योगः ति गसि बसोर् हलि च इत्यनेन उपधालोपः। गकारः योगसकारः योग ति जलो जलि इत्यनेन सकारलोपः। गकार योगः ति जषस्ततोदः इत्यनेन तकारस्थाने दकारादेशः भवति। ग योगः दि जलां झष् झषि इत्यनेन गकारस्थाने तृतीयगकारः आगच्छति। गकार योगः दि दि इग्दि समाना इग्दि इत्यस्मिन् वर्ते समासे सति समानस्य छन्दस्य सूदप्रभु युक्त किं महोदय? समानस्य छन्दस्य सूद प्रभुत्ये उदर्केषु इत्यनेन समानार्थे सः इति आगमः। सग्धि सग्धिः श्री सः भोजनम् अमरकोशम् अनुसृत्य सः भोजनार्थे प्रयोगे भवति। तर्हि सह भोजनार्थम् इत्युक्ते सह इत्युक्ते किं? टुगेदर् खलु। तर्हि एकत्र भोजनार्थे नाम टुगेदर् इट् इट् अर्थे सग्धि इति भवति। तर्हि अत्र पश्यतु तिन् प्रत्ययः भवति, तिन् प्रत्ययः कित् अस्ति खलु, अतः कित् प्रत्ययः अस्ति सः तत्र घस् योगः तिन् मध्ये सीप् अस्ति तस्य तत्र घसि वसोर्हलि च सूत्रेण अकारस्य लोपः भूत्वा घ स ति इति भवति. तदनन्तरं झलोझलि इत्यनेन सकारस्य लोपः घ ति. तदनन्तरं झषस्तथोर्दोदः घ धि. झलां झषसि इत्यनेन घ्धि घ्धि इति भवति घ्धि. तर्हि समाना घ्धिः इत्यस्मिन् अर्थे समान इत्यस्मिन् अर्थे तत्र सकारस्य समानार्थे सकारः भवति अतः सघधि इति भवति. तर्हि घस् धातु कृते सार्वधातुकलकारेषु किमपि अस्य सूत्रस्य कार्यं न भवति यतोहि तत्र घस् अनन्तरं तत्र भवादिगणे अस्ति अतः शप् प्रत्ययः अग्रे आगच्छति. परन्तु आर्धातुकप्रकरणेषु अस्य सूत्रस्य कार्यं भवति घस् कृते अपि इति वार्ता अस्ति. अवगच्छति? आम् अस्तु. इत्युक्ते सद् इत्युक्ते सः भोजनानि इति अर्थः वा? चिन्तयामि अहं. धि इति खादनार्थे इति अस्ति. धि इति धि खादनार्थे तिन् प्रत्ययेन धि इति भावप्रत्यय अस्ति. अतः तत्र सः भोजनं सः भोजनार्थे प्रयोगः. अस्तु. तर्हि इति भस् धातु कृते अवश्य अवगच्छति खलु? आम् महोदय. अस्तु. तर्हि अग्रे अस्ति धन्. धन् धातु धान्ये. तर्हि अत्र अपि धन् अपि ज्योत्यादिगणीय अस्ति. तर्हि प्रथमं तु मदर् महोदय वदतु, धन् तस्य द्वित्वं कृत्वा किम् अङ्गं भवति? आम् अत्र लिखितं धन् अत्र लिखितं श्लौ इति सूत्रं तदेव अहम् उक्तवती. श्लौ इति सूत्रेण द्वित्वं भवति इति. श्लौ इति सूत्रेण द्वित्वं भवति सत्यं, परन्तु द्वित्वम् इत्युक्ते किं कथं जानाति? तस्य कृते एकाच द्विप्रथमस्य इति तु श्लौ तु वदति द्वित्वं करोतु. तर्हि परन्तु द्वित्वम् इत्युक्ते किं, केन जानाति, केन सूत्रेण जानाति? एकाचो द्वे प्रथमस्य खलु. अत्र वर्णः अस्ति अतः एकाचो द्वे प्रथमस्य कृत्वा किं भवति प्रथमं तु वदतु. धन् धन् इदानीं प्रथम धन् संज्ञा का अस्ति? एकाच न प्रथम धन् पूर्व पूर्व अभ्यास अभ्यास अभ्यासकार्यं करोतु. किमस्ति? धन् धन् भवति. तदनन्तरं हलादिशेष इत्यनेन नकारः लोपो भवति. धन द धन् इति भवति. नकारः लोपः भवति इति मा वदतु, केवलं प्रथम हल् अवशिष्यते. एक एव अस्ति परन्तु वदतु प्रथम हल् अवशिष्यते. तर्हि ध एव प्रथम हल् अवशिष्यते. तदनन्तरं द धन् इति भवति. तदनन्तरम् अभ्यासे चर्चा इत्यनेन चतुर्थदकारः दकारः भवति. द धन् इति अङ्गं. तर्हि द धन् द धन् इति अङ्गमस्ति. इदानीम् अग्रे सर्वाणि सूत्राणि अस्माभिः पूर्वमेव पठितानि. नूतनं सूत्रं नास्ति इदानीम् अत्र किमपि. तर्हि इदानीं द धन् अस्ति, अनुनासिकान्त अस्ति खलु अङ्गं, नकारान्ते अस्ति. तर्हि अनुनासिकान्त अङ्गस्य कृते अस्माभिः पूर्वे कार्य सूत्राणि पठितानि खलु, तानि सूत्राणि अत्र आगच्छन्ति. तर्हि किं कोऽपि कोऽपि स्मरति वा सूत्रं किमस्ति? आं महोदय, एकमस्ति अनुनासिकस्य किञ्जलोः कीति इत्यनेन तत्र उपादायः दीर्घः भवति. दीर्घः भवति. अपि च एक आत्वम् अस्ति सोमस्तनखनां कञ्जलोः इत्यनेन आत्वं भवति. तदत्र नास्ति खलु? न अत्र नास्ति. अत्र तीनि सूत्राणि वयं पठितवन्तः. अहं तत्र तस्य स्मरणं कुर्वन्नस्मि. त्रीणि सूत्राणि अनुनासिक जनसनखनापि अन्यदपि अस्ति नकारस्य लोपः भवति लोपः भवति तर्हि एकेन सूत्रेण नकारस्य लोपः भवति यथा हन् तत्र हतः भवति खलु एकेन सूत्रेण उपधायाः दीर्घत्वं भवति अनेन सूत्रेण अनुनासिकस्य क्विझलोः निति स्मरन्ति वा सर्वे खलु आं भवति तृतीयसूत्रं किम् आसीत् महोदय रघुपति महोदय तत्र गमः एकमस्ति भवति नकारस्य भवति तर्हि जन्तस्य आतः अस्ति खलु तत्र क्षम्यता जनसनख सञ्जलो इत्यनेन आत्वं भवति अपि च गम हन कन गतां लोपः किति इति नकारस्य लोपः भवति इति अस्ति तत्र अनन् इति अस्ति एकमस्ति वनति तनौ इत्यानां तत्र अनुनासिकसलोपः इति सूत्राणि वयं कृतवन्तः सत्यं सत्यं तर्हि अत्र एकस्य एव कार्यं भवति अनुनासिकस्य क्विझलोः निति तर्हि कित् नित् प्रत्ययपरे सूत्रं किं वदति कित् नित् प्रत्ययपरे अत्र अनुनासिक अङ्गस्य उपधायाः दीर्घं भवति उपधायाः दीर्घत्वं भवति झलिकिति झलिकिति सत्यं सत्यं झलिकिति तर्हि जलादि कित् नित् प्रत्ययपरे उपधायाः दीर्घं भवति उपधायाः दीर्घत्वं भवति अनुनासिक तर्हि अत्र दधन् अस्ति खलु तर्हि दधन् योगः सः किं भवति दधान्तः परन्तु दधन् योगः ति किं भवति दधन् योग ति अत्र किमपि ददन्ति एव ददन्ति एव तर्हि पित् प्रत्ययः अस्ति चेत् ददन्ति परन्तु अपित् झलि झलादि अपित् प्रत्ययः अस्ति चेत् दधान्ति इति भवति खलु अपि च अति अस्ति चेत् किं भवति दधन् योगः अति किमपि नास्ति वर्णमेलनं दधनति दधनति इति खलु वर्णमेलनमेव तर्हि तदेव अस्ति इदानीं किमपि नूतनं नास्ति अस्तु इदानीं रूपाणि कुर्मः परस्मैपदधातुः अस्ति अतः को अस्ति मलन महोदय लट् करोतु लट् लकारे ददन् योगः ति ददन् योगः ति यथा अनुनासिकस्य क्विजलो निति इति सूत्रेण न इति पित् अस्ति अतः ददन्ति एव भवति न महोदय नश्य पदान्तस्य जलि इत्यनेन अनुस्वारः भवति अत्र अनुस्वार ए पौरसवर्ण इति सूत्रेण नकारः ददन्ति एव आगच्छति अतः दधन्ति एव भवति इति अग्रे ददयोगः ददन् योगः तः अत्र अनुनासिकस्य क्विजलोः किति इति सूत्रेण उपधा दीर्घः भवति ददान्तः ददन् योगः अन्ति वा भवती वदतु भवती वदतु चिन्तयतु अन्ति भवति वा अति भवति वा अति भवति महोदय सूत्र स्मरामि अदभ्यस्ता खलु अभ्यस्तमस्ति खलु दधन् इति अभ्यस्तमस्ति अतः झोन्तः इति सूत्रं कार्यं न करोति अपि तु अदभ्यस्तात् अदभ्यस्तात् अति भवति ददन्ति एव भवति दधन्ति दधन् योगः अति सम्यक् करोतु दधनति दधनति दधनति अग्रे दधन् योगः सि अस्ति इदानीं पित् अतः नश्च पदान्तस्य जलि इत्यनेन अनुस्वारः भवति दधन् योग अनुस्वारस्य परस अनुस्वारस्य इ परस वर्णे इति सूत्रेण नकारः पुनः भवति ददन्ति अनुस्वारस्य इ परसवर्णसूत्रं कार्यं करोति न महोदय सि अस्ति क्षम्यता महोदय ददन्ति ददन्ति अनुस्वारः एव अवशिष्यति प्रत्याहारः नास्ति खलु आमामां क्षम्यतां महोदय सर्वत्र यत्र नश्चापदार्थः झलि कार्यं करोति तत्र सर्वत्र अनुस्वारस्य परसवर्णः आगच्छति एतादृशं किमपि नियमः नास्ति खलु अग्रे ददन् योगतः इदानीम् अनुनासिकस्य क्विजलोः निति इति सूत्रेण उपधा दीर्घः भवति ददान्तः ददान्तः ददान्तः सम्यक् रीत्या भवति अस्ति खलु ददान्तः ददान्तः अग्रे ददान्त ददन् योगः मि अस्ति अत्रापि मि अस्ति नश्च पदान्तस्य न ददन्मि ददन्मि एव अत्र नश्चपदान्तस्य सूत्रकार्यं करोति वा न महोदय जलि नास्ति अनुस्वारस्य द्विजलोः सूत्रं कार्यं करोति वा न अत्र पित् अस्ति पित् अस्ति अस्तु तर्हि केवलं वर्णं वर्णमेलं ददन्मि अत्र अत्रापि न कार्यं करोति जलि नास्ति ददन्वः ददन्वः ददन्मः तर्हि आहत्य किं वदति किं भवति दधन्ति दधान्तः दधनति दधंसि दधान्तः दधान्तः दधन्मि दधन्वः दधन्मः खलु आम् अस्तु अग्रे रघुपतिमहोदय आम् लोट् लोट् लोट् लकार इति इदानीं दधन् इति अङ्गमस्ति दधन् दधन् योग तु अस्ति तु इति पित् अस्ति इति कृत्वा तस्य ददन्तु एव ददत् क्षम्यतां ददन् योग तु नश्चापदान्तस्य जलि चणस्वारः अनुस्वारस्य परस्वर्णचरणं ददन्तु इदानीं दधन् योग तात् इति अस्ति ततन् इति अस्ति तत्र तत्र कित् अस्ति किति किति निति अस्तु इदानीं तत्र दद तात् इति अस्ति दधन् योग तात् इदानीम् अनुनासिकस्य क्विज् जलोः इत्यनेन कित् नित् अस्ति जलि अस्ति अतः तत्र उपादायाः नकारस्य अस्ति नकारार्थ अनुनासिकः अस्ति अतः उपादायाः दीर्घः भवति दधान् दधान्तात् ददान् योगतात् अनुस्वारस्य सोरि क्षम्यताम् अनुस्वारः नश्चपरं जलि अपि च अनुस्वारस्य परसवर्णं दधान्तात् इति भवति दधान्तात् दधान्तात् तदेव अत्र ताम् इति अस्ति अपि च अस्ति अतः तत्र तथैव यथा दधान्तात् इति अस्ति तत्र दधान्ताम् इति भवति दधन् योग अतु इति अस्ति इदानीं तत्र अजादि अस्ति अतः तत्र नकारस्य लोपः उपादायः दीर्घः न भवति ददनतु इति भवति ददनतु योग ददन् योग हि इति अस्ति हि इति अपित् अस्ति जलः जलादि अस्ति इति कृत्वा अनुनासिकस्य किज्जलोः इत्यनेन अनुनासिकस्य किज्जलो इत्यनेन तत्र तत्र उपादायः दीर्घः भवति ददान् योग हि ददान् योग हि तत्र ददां हि इति भवति तत्र अनुस्वारस्य सारि नश्च पदान्तस्य झलि इत्यनेन ददां हि इति भवति ददां ददान् ददां हि इति भवति तर्हि अत्र एकनिमि दधा हि हा अत्र अनुस्वार एव अवशिष्यते खलु अनुस्वार एव ददाहि इति परसवर्ण भवति अग्रे न भवति परसवर्णः नास्ति अकारस्य एकवारं महोदय न करोति किं करोति कोडः होडः झलि पदान्ते पदान्ते होडः इति भवति अत्र हकारस्य अङ्गस्य दः भवति झलि परे अथवा पदान्ते इदानीं नास्ति खलु प्रत्ययस्य जल् नास्ति खलु नकारः अस्ति खलु झलि नास्ति नकारः अस्ति नमस्ते का अस्ति इदानीं पुष्पा भगिनी पुष्पा भगिनी नूतना अस्ति खलु अहं न स्मरामि का न अहं तु बहु बहु व्याकरण वर्गे अस्मि बहु इदानीं प्रथमं प्रथमवारम् अस्तु तर्हि भवत्या इदं सर्वं पूर्वं पठितं वा पठितं नापकेन आगच्छामि अस्तु अस्तु न स्वागतमस्ति केवलं पृच्छामि यत् भवती जानाति अथवा भवत्या भवत्याः कृते शनैः शनैः गच्छामः इति just listen that's all if you need me to say something I'll do that but otherwise astu. I don't need to okay just listen these are all new people I think so it's okay no astu. problem ha tari hujal bhi yadi karyam na karoti to hi nakarah dhani na tari dadha hi dadha anusar hi ha दधान्तात् इति भवति तथैव ददान्तम् इति भवति ददान्त इति भवति इदानीम् अग्रे आनया वा आम इति सर्वे स्थितः अत्र तत्र दधन् योग आनि दधनानि दधनाव दधनाम इति भवति दधनानि दधनाव दधनाम अत्र किं दीर्घत्वं न भवति वा न भवति पित् अस्ति अपि च तत्र अनुनासिकस्य किञ्चलोः इत्यनेन तत्र तत्र किति झलि किति एव तत्र उपादाय कित् अपि नास्ति नित् अपि नास्ति कित् अपि नास्ति पित् अस्ति अपि च अजादि अस्ति किमपि नास्ति प्रसक्ति एव नास्ति तर्हि अग्रे दधनानि दधनाव दधनाम अस्तु अग्रे विजयमहोदय लङ् महोदय अत्र लोट् लकारे अन्तु अतु न भवति वा अतभ्यस्तात् इति एव अस्तु एव खलु अन्तु नास्ति खलु आम् अदत् अहं मन्ये अन्तु इति उक्तवान् इति दधनतु आम् अग्रे महोदय लङ् नमस्कारः जि किञ्चित् विलम्बः जातः क्षम्यता नास्ति अस्तु इदानीम् अकारः प्रथमम् आगच्छति अत्र लङ् एतत् लङ् न लुङ् लङ् लुङ्ग्शु अडुदातः इति सूत्रेण सर्वत्र अकरः अडागमः भवति अत्र अनन्तरं तत्र ददन् इति अस्ति अददन् इति तत्र इत् ताम् एकनिमिषं जि इत् ताम् अन् अनन्तरम् इस् ता तं त अन् वाम इति अस्ति अत्र तकारः अल्ग्याभ्य दीर्घात् स्तुति सप्तम् इति एकाच् अपृक्त अपृक्तमस्ति अतः तत्र लोपः भूत्वा अदन् दधन् एव तिष्ठति तावदेव अदधन् अदधन् इति भवति तावदेव अनन्तरम् अदधन् तत्र अपित् अस्ति हलदि अपित् अस्ति अत्र किमपि कार्यं नास्ति अतः वर्णमेलनमेव अदन् अदन् अदधन् ताम् अदन् अद अदधन्ताम् इति भवति एकनिमिषः एकनिमिषः एकनिमिषः अदधन् योगः त हल्न्याभ्यो दीर्घसूचितं हल् तेन तकारस्य लोपः भूत्वा अदधन् भवति तावदेव कार्यं नकारान्तपदस्य कृते किमपि कार्यं नास्ति वा सन्धिकार्यम् अत्र त्रीणि इदानीमेव अत्र किं सूत्रमस्ति तत्र अनुनासिकस्य किं न तद् न नकारान्त पदकृते सन्धिकार्यं किमपि नास्ति वा चिन्तयतु अहमपि चिन्तयामि न तत्र किमपि कार्यं नास्ति एव इति अहं मन्ये एतत् किमर्थं चेत् अत्र एतत् तत्र अस्ति खलु झलि नास्ति खलु नकारः पदान्ते अस्ति लोपः अस्ति नश्चापदान्तस्य झलि अपदान्तनकारकृते अस्ति खलु अत्र पदान्तनकारः अस्ति अत्र अनुदात्त अनुदात्त उपदेश वणति तनोति इत्यादि एतत् सूत्रेण अनुनासिकवर्णः लोपः भवति इति न न तत् तत्तु नास्ति अहं केवल पदान्तनकारकृते किमपि कार्यम् अस्ति वा नास्ति खलु नास्ति खलु कोऽपि स्मरति वा अहं न स्मरामि पदान्तनकारस्य स्थाने अत्र एतत् किमपि सूत्रम् अत्र कार्यं न करोति एव जि अहमपि न स्मरामि अस्तु तर्हि अदधन् अग्रे अदधन् अनन्तरं ताम् अस्ति अदधन् ताम् इति भवति तावदेव अत्र चिन्तयतु अदधन् तत्तु अस्ति तां तां झलादि कित्नित् अस्ति खलु झलादिनित् अस्ति अतः किं भवति उपदायाः दीर्घः भवति हलादि कित्नित् प्रत्यये परे अस्ति चेत् केन सूत्रेण अनुनासिकस्य किक् जलोः स्मिति इत्यनेन उपदायः दीर्घः भवति अतः तत्र दीर्घः भवति अनुनासिक्य किज्ञलोः दीर्घः भवति अत्र अत्र किं भवति अददान् इति भवति वा अददान्ताम् इति भवति अस्तु अनन्तरं दधान्ताम् ददान्ताम् इति भवति अनन्तरं तत्र किम् अस्ति अत्र अन् इति अस्ति खलु महोदय एकनिमिषं महोदय विजय महोदय अन् अस्ति वा अत्र अभ्यस्तङ्कम् उहु अस्ति खलु केन सूत्रेण उहु जेत् जुस्तभ्यस्त इति सूत्रेण जि स्थाने जुस् भवति जुस् भवति अनन्तरं तत्र जुस् चुटि इत्यनेन जकारस्य लोपः भूत्वा उः उस् तिष्ठति अनन्तरं ससोज्यशो रुः इति सूत्रेण सत्यं भूत्वा अनन्तरं करावसानयोर्विसर्जनीय इति सूत्रेण उः भवति अतः तत्र अदधनुः इति भवति तावदेव अदधनुः सत्यम् अनन्तरं तत्र एतदपि तत्र हल्क्याभ्य दीर्घ सुति सप्कृतम् इति सूत्रेण अपृक्तसकारः अस्ति अतः तत्र लोपः भवति तादृशमेव तिष्ठति अदधन् इति भवति अनन्तरं तम् अस्ति तत्र तम् अस्ति अत्र अपि ददान्तम् इति भवति खलु महोदय सत्यम् अनन्तरम् अनन्तरं ता तिष्ठति तावदेव अददन्त इति भवति तावदेव अनन्तरम् अम् अस्ति अम् अस्ति अददन्तम् एव अत्र पित् अस्ति पित् अस्ति अत्र पित् अस्ति चेत् अत्र वर्णमेलनमेव खलु महोदय सत्यं वर्णमेलनम् अद अदधनम् इति भवति अदधनम् अदधनम् अनन्तरं मकार मकारमेलनेन अद अदधन्व अदधन्म तावदेव सत्यम् अस्तु धन्यवादः धन्यवादः तर्हि अदधन् अदधान्ताम् अदधनुः अदधन् अदधान्तम् अदधान्त अदधनम् अदधन्व अदधन्म अस्तु तदनन्तरं विधिलिङ्ग् विधिलिङ्गि तु किमपि विधिलिङ्गि तु कार्यं नास्ति खलु किमस्ति जल् नास्ति जल् नास्ति नादि नास्ति तर्हि केवलं मेलनं खलु आमां तत्र अनुस्वारपि न भवति तर्हि महोदय आमां दधन्यात् दधन्यातां दधन्युः दधन्याः दधन्यातं दधन्यात दधन्यां दधन्याव दधन्याम् अस्तु तर्हि अत्र महोदय तत्र दत्तमस्ति करपत्रे ध्येयं यत् सिद्धान्तकौमुद्यां रूपं दत्तमस्ति दधन्तः इति माताजी वदति यत् इदं रूपं दोषाय अनुनासिकसिज्जलो इति इत्यस्य कार्यम् अत्र भवेदेव सत्यं दधन्तः इति सत्यं नास्ति माताजी वदति दोषाय कार्यं भवति दधान्तः कार्यं भवति खलु आम् आं महोदय आं भवति एव द्विवचने लट्लकारे आं सत्यं किं प्रश्नः अस्ति वा नास्ति महोदय मदनमहोदय विजयमहोदय पुष्पामहोदय प्रश्नः अस्ति वा नास्ति महोदय अस्तु तर्हि दधन् धन् धातु समाप्तः अग्रे जन् धातुः जन् तर्हि रघुपतिमहोदय पठतु पुष्पामहोदय भवती पठितुम् इच्छति वा केवलं शृणोति वा पठितुम् इच्छामि अस्तु पठतु जन् धातु पठतु अस्तु जन् एकनिमिषं महोदय जन् जन् अस्तु एकाच् भवस् खस् खस् दधन् हा जन् द्वित्वम् आगच्छति प्रथमतया जन् जन् श्लौ इत्यनेन जजन् नो हलादिशेषः इत्यनेन जजन् जजन् एव अङ्गम् अस्ति. हलादिपित्सु अङ्गकार्यमस्ति. हलादिपित्सु उपधायाम् अकारः लघु इक् इति न, अतः किमपि कार्यं नास्ति. जजन् ति जजन् योगः ति जजन्ति. अजादिपित्सु अत्र कोऽपि नष्टपदान्तस्य झलि कोऽपि न कार्यं करोति. करोति वा? करोति न? करोति, परन्तु पुनः नकारः एव आगच्छति. नकारः एव आगच्छति. किं किम् इति वदनेन अस्त अत्र अनुस्वारस्य ये परसवर्णः इत्यनेन ऐ मीन् जनन् जजन्ति इति आगच्छति. परे तु अजादिपित्सु उपधायाम् अकारः लघु इक् इति न, अतः किमपि कार्यं नास्ति. जजन् योगः आनि जजनानि. हलाद्यपित्सु जनघनखनां सञ्झलोः इत्यनेन जलि नकारस्य आकारादेशः जजन् योगः तः जजातः. अत्र नकारस्य लोपः भवति वा? जन् कृते नूतनं कार्यमस्ति खलु. अजादिपित्सु तत् कार्यात् जनकन जनसनखनां सञ्जलोः इत्यनेन नकारस्य आकारादेशः नकारस्य एव आकारः आगच्छति. परे आकारः आगच्छति. नकारस्य नकारस्य स्थाने आकारः स्थाने न परे न स्थाने आकारः. तद् मया विस्मृतं विस्मृतम्. अजराद्यपित्सु गम हनजनखन घसां लोपः नित्यमिति इत्यनेन उपधायाः लोपः. तत्र जजन् योगः अति जजन जजन् योगः अति तदेव न सन्धिकार्यं जजनति, परन्तु जकारः नकारः सन्धिकार्यं कृत्वा जज्ञति इति जज्ञति जज्ञति. नकारः अकारः ऐ मीन् जकारः जयोगः भूत्वा भूत्वा सन्धिकार्यं जनसनखनां सञ्झलोः जन जन् सन् खन् येषां धातूनां नकारस्य स्थाने आकारादेशः भवति झलादि सन् प्रत्यये परे झलादि कित् कित् प्रत्यये परे च. अलोन्त्यस्य इत्यस्य सहायेन आकारादेशः पूर्णतया धातुः सन्धिकार्यं जञ्जति इति भवति खलु. अत्र सन्धिकार्यं स्तोगोश्चुनाश्चुगु इत्यनेन वा बहु उत्तमम् स्मर्तुं प्रयत्नं करोमि. केन सूत्रेण नकारस्य ण्यत्वं भवति पञ्चमः नकारः भवति चकारः चवर्गीयवर्णः अस्ति, नकारः तवर्गीयवर्णः. अतः नकारः स्थाने पञ्चमवर्णः भूत्वा ञ, तदनन्तरं तस्य संयुक्त अक्षरः ज्ञ भवति. सत्यं बहु धन्यवादः अनुनासिकः. सौम्या मिसेस् सौम्या कृष्णपुर मेडम् उक्तवती. अस्तु अस्तु. किं किं किं सूत्रं अस्तु महोदय. पदे तु किं अलोक्यस्य इत्यस्य सहायेन आकारादेशः पूर्णतया धातोः स्थाने न अपि तु अन्तिमस्य नकारस्य तदेव अनश्च सनश्च क्षणश्च खञ्च खञ्च तेषाम् इतरेतरद्वन्द्वः जनसनखनः तेषां जनसनखनां सञ्च झल् च तयोरितरेतरद्वन्द्वः सञ्झलौ तयोः सञ्झलोः जनसनखनां षष्ट्यन्तं सञ्झलोः सप्तम्यन्तं द्विपदमिदं सूत्रं विड्वलोरलोः अनुनासिका स्यात् विद्वनः अस्तु इत्यस्मात् आत् इत्यस्य अनुवृत्तिः एकनिमिष तद् मया सम्यक् न जानामि विद्वनः केवलं तस्य सूत्रस्य अत्र महत्त्वं केवलम् अनुवृत्तिरीत्या अस्ति अनुवृत्तिः अनुदात्तोपदेशे उपदेशवनतितनोत्यादीनाम् अनुनासिकलोपो झलि निति इत्यस्मात् झलि निति इत्यनयोः अनुवृत्तिः झलि इति अनुवृत्तिः सन् इत्यस्य विशेषणम् झलि इति अनुवृत्तिः सन् इत्यस्य विशेषणम् अनेन यत्र सनि इडागमः भवति तत्र सन् जलादिः नास्ति अतः नकारस्य आत्वं न भवति सूत्रे स्थितं झलि तु इति इत्यस्य विशेषणम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जनशनखनाम् अङ्गानाम् आत् झलि सञ्झलोः नीति अस्तु अत्र सूत्रस्य विवरणम् अस्ति जनसनखन् एषां धातूनां तत्र नकारस्य स्थाने आकारादेशः भवति तदेव इदानीं विवरणं कृतम् अग्रे भवति तत्तु जलादि सन् प्रत्यये परे जलादि कित् कित् प्रत्यये परे च अस्तु जलादि सन् प्रत्यये परे जलादि कित् नित् प्रत्यये परे तत्र सन् प्रत्ययस्य इडागमः भवति तत्र इडागमः भूत्वा इदानीं झलादि नास्ति अजादि अस्ति अतः तत्र अस्य सूत्रस्य प्रसक्तिः न भवति तदेव अग्रे झलि इति अनुवृत्ति सन् इत्यस्य विशेषणम् अनेन अत्र इकारः आगच्छति तत् कारणात् झलि तु नीतिक इत्यस्य विशेषणम् अस्तु तत्तु अलोन्त्यस्य इत्यस्य सहायेन आकारादेशः पूर्णतया धातोः स्थाने न अपि तु अन्तिमस्य नकारस्य अलोन्त्यस्य अन्त्यस्य एव परिवर्तनं आगच्छति तदेव तत्तु षष्ट्यन्तं जनसनखनां पूर्ण पुनः पठनस्य आवश्यकता नास्ति नास्ति तदेव केवलं सूत्रस्य अर्थम् इदानीं वयं सर्वे जानन्ति यत् जन हन खन इति घसाम् इति एकनिमिषः जनसनखनां जनसनखन् इति तत्र किं भवति तत्र झलादि सन् प्रत्ययः अथवा झलादि कित् नित् प्रत्ययः परे किं भवति नकारस्य स्थाने आकारः भवति अतः जजन् योगः ति नकारस्य आकारः भवति जजाति इति रूपं भवति जजाति अस्तु परन्तु अजादि अजादि अस्ति चेत् किं भवति इदानीं वयं पठामः अजादि अस्ति चेत् विजया महोदय पठतु अग्रिमसूत्रं किमस्ति पठामि महोदय गमहण जन कनगसां लोपकित्य नङ्गि इति सूत्रम् एतत् सूत्रमेव खलु महोदय गम् हण् जन् खन् गस् येषां धातूनाम् उपादायाः लोपः भवति अजादि कित् नित् प्रत्यये परे परन्तु अङ् प्रत्ययः चेत् लोपः न भवति गमश्च हनश्च जनश्च खनश्च गस् च तेषाम् इतरेतरद्वन्द्वः गमहणजनखनगसः तेषां गमहणजनखनगसां ख च इच्च इञ्च क्वौ क्वौ इतौ यस्य सः नित् तस्मिन् निति न अङ् अनङ् तस्मिन् अनङ्गि गमहणजनखनगसां षष्ट्यन्तं लोपः प्रथमान्तं किति सप्तम्यन्तम् अनङ्गि सप्तम्यन्तम् अनेकपदमिदं सूत्रम् अचिष्णु धातु भ्रुवां युवोर् इयङ् उवङ्गौ इत्यस्मात् अचि इत्यस्य अनुवर्तिकी ऊदुपदाय गोहः इत्यस्मात् उपादायाः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं गमहणजनगण घसाम् अङ्गाणाम् उपादायाः लोपः अणङ्गि अचि किति इति अत्र गम हण् जन् कन् गस् येषां धातूनाम् उपादायाः लोपः भवति अजादि कित्नित् प्रत्यये परे अस्ति चेत् परन्तु अङ्गप्रत्ययः अस्ति अन्ते अस्ति चेत् अत्र लोपः न भवति इति अत्र अनन्तरम् एतत् विभक्तिरूपं किम् अस्ति इति तत्र दत्तम् अनन्तरम् अचिष्णु धातु भ्रुवां युवर् इयङ् उवङ्गौ इत्यस्मात् अत्र इकारस्य स्थाने इयङ् उकारस्य स्थाने उवङ् इति भवति इत्यस्मात् अचि इत्यस्य अनुवृत्तिः अत्र ऊदुपदाया गोहः इत्यस्मात् उपादायाः इत्यस्य अनुवृत्तिः अनन्तरं तत्र अनुवृत्तिसहितसूत्रं गमहणजनखनघसम् अङ्गाणाम् उपादायाः लोपः अणङ्गि अचि निति इति तत्र दत्तं तावदेव अग्रे पठामि वा एकनिमिषं तर्हि गम हन जन खन घसाम् अङ्गानाम् उपधायाः लोपः भवति कदा भवति अजादि कित् प्रत्यये परे अजादि कित् प्रत्यये परे परन्तु अङ्प्रत्ययः नास्ति चेत् तर्हि उपधाया लोपः भवति तर्हि पश्यतु तत्र जन् अस्ति उपरि अपि जन् अस्ति तर्हि जन् अङ्गम् अस्ति तत्र झलादि कित्मित् प्रत्ययः अस्ति चेत् किं भवति नकारस्य स्थाने आकारः भवति परन्तु अजादि कित्मित् प्रत्ययः अस्ति चेत् किं भवति उपधायाः लोपः भवति कार्यभेदः अस्ति अस्तु अग्रे तर्हि विधिलिङ्गि किं भवति पठामि महोदय अस्मिन् लकारे सर्वे प्रत्ययाः यकारादयः यकारः झलि नास्ति अतः जनसनखनां सञ्झलोः इत्यनेन नकारस्य स्थाने आकारादेशः न भवति परन्तु ए विभाषा इत्यनेन विकल्पेन आकारादेशः भवति अतः अत्र रूपं द्वयं भवति एतत् नकारस्य स्थाने आकारः भवति एकपक्षे अनन्तरम् अन्यपक्षे अत्र अकारादेशः भवति एव अत्र आकारादेशः भवति आकारादेशः न भवति इति ये विभाषा इत्यनेन विकल्पेन भवति एव इदानीं ए विभाषा किं वदति चेत् जन् सन् खन् एषां धातूनां नकारस्य स्थाने विकल्पेन आकार आदेशः भवति यकारादि किच् नित् प्रत्यये परे अस्ति चेत् अलोन्तस्य इत्यस्य अन्तः पठनस्य आवश्यकता नास्ति अनुवृत्तिसहितसूत्रं पठतु अस्तु अस्तु तत्र अनुवृत्तिसहितसूत्रं जनसनखनाम् अङ्गस्य आत् एक् निति विभाषा. अत्र विभाषा इत्युक्ते वा इति अर्थे आगच्छति, अन्यतरस्याम् इति अपि आगच्छति. एकपक्षे आकार आदेशः भवति, अन्ये पक्षे न भवति इति. परन्तु यत्र यत्र भवति चेत् अलोन्तस्य एव अन्त आदेशः एव भवति, अन्ते एव आदेशः भवति इति तत्र दत्तम्. तत्तु अस्ति, अस्तु. किमस्ति तर्हि? अतः एकस्मिन् पक्षे जजन्यात् एकस्मिन् एकस्मिन् पक्षे जजायात् इति अस्ति खलु? आम् महोदय. अस्तु, अग्रे पठामि वा? आम् अग्रे पठतु. अस्तु, अग्रे किमस्ति? जजन् योगः यात् एतत् विधिलिङ्ग तत्र अत्र उदाहरणं दत्तम्. ए विभाषा इत्यनेन झजन् भवति, झजायोगः यात्. अत्र एकस्मिन् पक्षे नकारः आदेशः भवति, अन्यस्मिन् पक्षे आकारः आदेशः भवति. अतः तत्र झजायात् अनन्तरं झजन्यात् इति विकल्पेन भवति. सत्यं. प्रश्नः अस्ति वा कस्यापि? नास्ति महोदय. अस्तु, तर्हि इदानीं रूपाणि कुर्मः. रूपाणि एक कुत्र गच्छति? सन्धिकार्यमपि किमस्ति? किमपि नूतनं सन्धिकार्यं नास्ति. हा, तत्र जजन्योगः अति मध्ये स्तोश्चुनाश्चुः इति न श्रुत्वं जजन्यति इति अस्माभिः पठितम्. अस्तु, तर्हि रूपाणि कुर्मः, तत् कृत्वा विरमामः. तर्हि रघुपतिमहोदय लट्. आं महोदय, एकं लट् लटि जजन्योग टि इति अस्ति, तत्र किमपि नास्ति, तत्र नक्षत्रानुसरते जजन्ति इति भवति. जजन् योग तः इति अस्ति, जजन् योग तः इति अस्ति, अत्र जजन्योगतः तत्र किं भवति, तत्र महोदय पुनः करोतु. जजन्योगः टि, जजन्योग टि इति अस्ति, जजन्योग टि इति अस्ति, अत्र जजन्योग टि किमपि कार्यं नास्ति, तत्र सन्धिकार्यमस्ति. नश्च पदान्तस्य झलि अनुस्वारस्य इ परसवर्ण तु कार्यमस्ति खलु? आमां, तदेव उक्तवान् खलु, जजन्ति. अस्तु, जजन्ति इति रूपम् अस्ति. अग्रे जजन् योग सः इति अस्ति, इदानीं नकार अस्ति, इदानीं जजन् योग सः तस्य इदानीं जन् धातोः कृते विशेषरूपेण जनखनदशां तत्र किति निति प्रत्यये परे एकनिमिष तत्र आत्मं विधीयते, तत्र जज इदानीं जज नकारस्य आत्मं भवति. अपि तस्य झलि अस्ति कृत्वा कित् नीत् अस्ति इति कृत्वा जजातः इति भवति. इदानीं जजातः इदानीं जजन् योग अति इति अस्ति, जजन् योग अति, अति इति प्रत्ययः अजादि नित् प्रत्ययः अस्ति, अतः तस्य इदानीं जन् धातोः कृते विशेषसूत्रमस्ति, जन सारि गमहन जनकनगसां लोपः किति निति अचि किति निति इति प्रत्यये परे इति अस्ति, अत्र अच् अजादि नित् प्रत्ययः अस्ति इति कृत्वा तस्य उपधायाः लोपः भवति. इदानीं जजन् इत्यस्य जन् इति जज्न योग अति इति भवति. इदानीं तत्र अत्र जकार नकार अस्ति, अतः सुत्वं भवति, तत्र नकारस्य ञकारः भवति, जज्ञ योग अति जज्ञति इति भवति. अग्रे जजन् योग सि इति अस्ति, तत्र केवलम् अनुस्वारः भवति, नश्च पदान्तरे इदं जजन् सि इति भवति. जजन् योग तः इति अस्ति, तत्र जनसनक तत्र तकारः जलादि नित् प्रत्ययः अस्ति, अतः तत्र विशेषसूत्रेण जनसनखनगसाम् इति तत्र आत्मं भवति, जजात् नकारस्य आत्मं भवति, नकारस्थाने आकारादेशः जजातः तथैव जजात इति भवति। इदानीं जजन्योग मि इति अस्ति, तत्र किमपि कार्यं नास्ति, जजन्मि इति तत्र जलि नास्ति, अतः अनुस्वारः न भवति, जजन्मि एव भवति, जजन्मि एव भवति इति अस्ति, जजन्मि एव। अग्रे जजन् योग वः इति अस्ति, अत्र वः इति अस्ति, तत्र ङित् अस्ति परन्तु जलादि नास्ति, अतः वर्णमेलनं जजन्वः जजन्मः इति रूपं रूपाणि। तर्हि जजन्ति जातः जजन्ति जजन्ति किं जजान्थः जजान्थ जजन्मि जजन्वः जन्म। अस्तु अग्रे विजया महोदय लोट् करोतु। आं महोदय, अत्र एकनिमिषम्, अत्र लोट् तु तात् ताम् अन्तु न अतु इति अस्ति, अतु तु तात् तं ताम् अतु शून्यमस्ति वा अत्र? न हि एव, हि तात् तं त आनयावाम अत्र अत्र तत्र जजन् एव अस्ति खलु जजन्, अतः तत्र तु योजनेन जजन्तु एव भवति, जजन्तु अनन्तरं जजन्ताम् इति भवति, तत्र किमपि कार्यं नास्ति एव। एकनिमिषम्, तात् जलादि कित्नित् अस्ति खलु, नित् अस्ति खलु, तात् जलादि अस्ति, नित् अपि अस्ति, जला अत्र तात् जलादि अपित् अस्ति खलु? आम् अपित् एव, जनसनकनां जनसनकनां सञ्चलो एकनिमिषं जि नकारस्य स्थाने नकार अस्तु न जनसनकणा सञ्चलो जलादि अस्ति वा? नकार अस्ति अस्ति अत्र नकारस्य स्थाने आत्वं भूत्वा जजन्ता जजान् जजान्तात् इति भवति, नकारः भवति खलु, नकारस्य स्थाने आकारः भवति, तत् नकारः न अवशिष्यते, जजातात् नकारस्य ध्वनिः नास्ति, जजन्तात् जजन्तात् एव मया उक्तं खलु, जजान्तात् इति वा? जजान्तात् नकारः नास्ति, नकारः नास्ति, जजातात् नकारस्य स्थाने आकारः भवति, अतः तत्र जजातात् अस्तु अत्र आम् अत्र जजातात् इति भवति, जजातम् इति भवति, इदानीं अत्र अत्र स्तोहश्चुनाश्चुः इति सूत्रेण अस्ति अतु अतु अतु इति अस्ति खलु, प्रथमसूत्रं किमस्ति? प्रथमसूत्रं किम् अस्ति? एक गमहणजनखनगसाम् इत्यनेन नित्यनङ्गी इत्यनेन अजादिकित् प्रत्यये परे अस्ति चेत् अत्र उपादायाः लोपः भवति, उपादायाः लोपः भवति, अतः तत्र इज् न अतु च इज् इन् योगः अतु भवति, इदानीं स्तोः चुनाश्चुः इति सूत्रेण जकारस्य स्थाने अन्तिमपञ्चमवर्णः आगच्छति ञ इति अतु तावदेव खलु महोदय जन्यतु जन्यचु इति तु इति भवति अतः इदानीं तत्र नकारस्य स्थाने आत्वं भूत्वा जजा इति भवति अनन्तरं हि योजनेन जजा हि भवति केन सूत्रेण एकनिमिषं केन सूत्रेण आत्वं भवति आत्वम् इदानीं जनसनखन जनसनखणां सज्जलोः इत्यनेन नकारस्य स्थाने आत्वं भूत्वा जजा इति भवति हि योजनेन जजा हि इति भवति अनन्तरं जजा हि इति अनन्तरं हूजल्भ्यो हेर्दिकार्यं न करोति वा हूजल्भ्यो हेर्दि हूजल्भ्यो हूस्थाने हूस्थाने दि अकारस्य स्थाने हि स्थाने दि भवति तत्र एतत् किमपि एतत् हूस्थाने कार्यं न भवति खलु महोदय किमर्थम् चल् वर्णः नास्ति तत्र कः वर्णः चल् नास्ति हू धातु अकारः अत्र हू धातु न न जल जलं जल् प्रत्ययः परे अस्ति चेदेव खलु चल् नास्ति खलु हा एतत् नास्ति नकारः झलि नास्ति अतः अत्र कार्यं न करोति तर्हि जजा सत्यम् अग्रे अनन्तरं तत्र किमस्ति तत्र तात् इति भवति मध्यमपुरुषे एकवचनं तात् इति भवति अत्र तत्र अपि पूर्वं दृष्टवन्तः खलु तादृशमेव जजात् तात् इति भवति समीचीनं वा अनन्तरं जजातं जजात इदानीं नकारः तत्र किमस्ति आणि इति सर्वत्र आडागमः भवति खलु महोदय अत्र मेर्नि इति सूत्रेण मी स्थाने एतत् मी स्थाने सत्यं करोतु मेर्नि इत्यनेन नी स्थाने नी भवति नी भवति उत्तमस्य आड् उत्तमस्य पिच्च इत्यनेन आकारः भवति आद्यन्तौ टकितौ इत्यनेन प्रथमम् आगच्छति अतः तत्र सर्वं सम्यक् अस्ति आणि भवति इदानीं रूपं करोतु जजानि जज जजनानि एव जजनानि सम्यक् अस्तु अनन्तरं जजनाव जजनामि जजनाव जजनाम तावदेव धन्यवादः धन्यवादः महोदय किं भवति जजन्तु तर्हि पश्यतु जजन्तु इति रूपम् अन्तु इति दृष्ट्वा बहुवचने अस्ति इति मा इति मा चिन्तयतु जजन्तु इति एकवचनमेव अत्र तदेव अस्ति खलु सूत्राणि जानन्ति वयं सूत्राणि जानीमः अतः वयं वक्तुं शक्नुमः जजन्तु इति बहुवचनरूपं नास्ति यः न जानाति सः किं वदति ओ पठन्तु लिखन्तु जजन्तु बहुवचनरूपं तथा नास्ति जजन्तु इति एकवचनरूपम् अस्ति जजन्तु जजातात् जजातां जज्ञतु जजाहि जजातात् जजातं जजात जजनानि जजनाव जजनाम इति अस्ति अस्तु अग्रे मदरं महोदय लङ् करोतु आं महोदय अत्र लुङ् लङ् लृङ्षु अडुदातः इत्यनेन अकारः आदेश अडागमः भवति अजन् अजन् अजन् योग ओ जजन् ओ जजन् अजन् अजजन् जजन् अजजन् योगः तकारः अस्ति हल्याभ्योदीकस्य अपेक्षितं हल् इति सूत्रेण तकारस्य लोपो भवति जजन् एव hmm. अत्र किमपि नास्ति न महोदय जजन् जजन् योगः तामसि जन सन कणा सञ्जलोः इत्यनेन नकारस्य आकारः भवति जजातां तदनन्तरम् अजन्योग उहु उ अस्ति उहु अजादि अस्ति अतः उपधा दीर्घः भवति उपधलोपः भवति क्षम्यताम् उपधा लोपः भवति गम हन जन कण गसां लोपः निति अनङ्गि इति सूत्रेण अजन् ज इज् नकारः उ सुनाश्रुः इत्यनेन ञकारः भवति अ ज ञ अजनज्ञुः अजनज्ञुः अत्र गमः न जनः न गसां चित्यनङ्गि इत्यनेन उपधायाः लोपः इत्यनेन ञ भवति अजग्निः ञ भवति अजग्निः अजग्निः तदनन्तरम् अ जजन् योगः सकारः अत्र हल्याभ्यो दीर्घासूत्रसप्रतम् हल् इति सूत्रेण सकारस्य लोपो भवति अजजन् अज अजन् एव तदनन्तरम् अजजन् योगः तं जनसनकणां सञ्जलोः इति सञ्जलोः इति सूत्रेण नकारस्य आतो भवति जजातं जजातम् इति भवति तदेव तथैव अजजात तदनन्तरम् अजज अजजं योगः अम् अस्ति अत्र अजा पित् अस्ति अजज अजजनम् अजनम् अजजनं वर्णमेलमेव भवति महोदय अजजन् योगः व अस्ति अज जल् अस्ति जनसनकणां सञ्जलोः इति सूत्रेण नकारस्य अकार आकारः भवति अ ज अजाव अजजाव जजाव अजजाम जजाव किमर्थम् झलादि अस्ति वा नास्ति नास्ति क्षमता महोदय नास्ति जजन्व अजजन् अजजन्व अजजन्म अस्तु तर्हि अजजन् अजजातम् अजग्निः अजजन् अजजातम् अजजात अजजनम् अजजन्व अजजन्म अस्तु पुष्पा महोदय अन्तिमरूपं विधिलिङ्गि करोतु किं करोमि विधिलिङ्ग् विधिलिङ्ग् अत्र जजन् एव न जजन् जजा जजन्यात् जजन्यातां जजन्युः न जजन्यातां तत्तु जजायातामपि अस्ति तर्हि रूपद्वयमस्ति हा हा जजन्यात् जजन् जजायात् जजन्यातां जजन् जजायात् जजन्युः जजन् न न जजन्युः जजायुः परे किमस्ति तदेव न मया मनसि न तिष्ठति महोदय एते अस्तु याः जजन्याः जजायाः जजन्यातं जजायातं जजन्यात जजायात जजन्यां जजन् जजायां जजा जजन्याव जजायाव जजन्या जजन्याम जजन् जजायाव याम क्षम्यताम् विभाषा इत्यनेन एकस्मिन् पक्षे किमपि कार्यं न भवति, एकस्मिन् पक्षे नकारस्य आत्वं एते एते तदेव इदानीं इदानीं पठितं न तदेव अस्तु सम्यक्। प्रश्नः अस्ति वा कस्यापि? नास्ति महोदय। न महोदय नमस्कारः। कथं फिनिश्ड्? नववादनपर्यन्तमेव अस्ति। Another class actually. Astu. And then yeah. It's okay. It's okay. Naya class.